ॐ सहना भवतु। अस्तु महोदय। ॐ सहना भवतु, सहनौ भुनक्तु, सह वीर्यं कर्वावहै, तेजस्विनावधीतमस्तु, मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। ॐ श्रीगणेशाय नमः। ॐ श्रीसरस्वत्यै नमः। ॐ श्रीगुरुभ्यो नमः। येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारम् पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। ॐ श्रीगुरुभ्यो नमः। अस्तु, अत्र पदस्य इति अधिकारः वयं दृष्टवन्तः, अनन्तरम् अत्र एतदेव करणीयं खलु, ति अभ्यासः इति? आम् आम् महोदय। भवान् एव पठतु। अभ्यासः सूत्रं सूत्रार्थं सूत्रसङ्ख्यां च दृष्ट्वा सूत्रे कानि अधिकारसूत्राणि तस्मिन् उपविशन्ति सन्ति चेत् कीदृशं कार्यं संज्ञाविधानं प्रत्ययविधानं वर्णकार्यम् अङ्गकार्यं च तेन सिद्ध्यति इति उच्यताम्। नवुल्त्रिचौ न इन् इन् एव अस्ति अत्र, नकारः पूर्णतया नास्ति, अर्धमात्रमेव अस्ति अत्र। अस्तु अस्तु। नुल् त्रिचौ तृतीय अध्याय प्रथम पादे त्रिंशत् अधिकशतं सूत्रं धातुतः नुल् त्रिच् च विहितौ। अत्र तृतीय अध्याय प्रथमपादं तो तत्र अधिकारसूत्राणि तो अस्ति, प्रत्ययः अधिकारसूत्राणि अस्ति, परश्च एव अस्ति, धातोः अपि अस्ति, त्रीणि एव प्रत्यय परस्य धातो त्रीणि सूत्राणि सूत्रायाम् अधिकारः सन्ति। पूर्णतया पठतु महोदय, सुपि च अजाद्य अत्र सर्वं खलु एतत् पूर्णतया पठतु। अस्तु अस्तु। सुपि च सप्त अध्याय तृतीयपादे द्वि अधिकशतं ह्रस्व अकारान्ताङ्गस्य अन्ते स्थितः अकारः दीर्घो भवति ययादि सुप् प्रत्यये परे वृक्षयोगभ्यां वृक्षयोग आयोगभ्यां वृक्षाभ्याम्। अजाद्यतष्टाप् चतुर्थ अध्याय प्रथमपादे चतुर्थसूत्रम् अजादिगणीयेभ्यः ह्रस्व अकारान्तेभ्यः च शब्देभ्यः स्त्रीत्वविवक्षायां टाप् प्रत्ययः भवति। तवतु निष्ठा तप्रत्ययः तवतु प्रत्ययश्च निष्ठा संज्ञको भवतः। हुष्णुवोः सार्वधातुको धातुके षष्ठ अध्याय चतुर्थपादे सप्त अशीतिः सूत्रं कितिनिति अजादि सार्वधातुकप्रत्यये परे हू धातोः अपि च स्नु प्रत्ययान्तस्य असंयोगपूर्वस्य उकारस्य स्थाने यण आदेशः भवति। अनियरः तृतीयाध्यायप्रथमपादे शण्वति सूत्रं धातुभ्यः तव्यत् तव्य अनिय च प्रत्ययाः भवन्ति अत् उपदायाः सप्त अध्याय द्वितीयपादे षोडश अधिकशतं सूत्रम् उपधायाम् अतः वृद्धिः नितिनिति प्रत्यये परे आद्गुणः षष्ठ अध्याये प्रथमपादे सप्ताशीति अवर्णात् अचि परे पूर्वपरयोः स्थाने गुणसंज्ञकः एकादेशः भवति पुगन्तलघुपदस्य च सप्त अध्याये तृतीयपादे षडाशीति लघु वमदि एकपञ्च पञ्चाशत् अधिकचतुश्शतं सार्वधातुकप्रत्ययपरे आर्धधातुकप्रत्ययपरे च अङ्गस्य महोदय उपरि गतम् उपरि गतं महोदय ऐ एम् नाट् एबल् टु सी परे च अङ्गस्य उपधायां लघु इकगुणः अपि च पुगन्ताङ्गस्य इकः गुणः इदानीम् उपरि दर्शयेम अत्र अभ्यासः इति अस्ति सूत्रं सूत्रार्थम् एतदेव सूत्र अङ्ख्यां सूत्रसङ्ख्यां किं किं भवति इति च दृष्ट्वा सूत्रे कानि अधिकारसूत्राणि तस्मिन् उपविष्टानि सन्ति अत्र अधिकारसूत्रम् अनुवृत्तिसहितसूत्रम् एतत् सूत्रमस्ति चेत् अत्र अग्रे सूत्राणि आगच्छति एव कीदृशः कार्यं संज्ञाविधानमस्ति वा प्रत्ययविधानमस्ति वा अनन्तरं वर्णकार्यं भवति वा एतत् सर्वाणि अङ्गकार्यमेव तेन सिद्ध्यन्ति इति उच्यताम् अत्र किं किं भवति इति इदानीं नुल् पृच्छौ नुल् तृच् इति अस्ति चेत् अत्र भविता भवितारो भवितारः इति तृच् प्रत्ययम् अस्ति अत्र अनन्तरं नुल् नुल् अस्ति चेत् अत्र अक नुल् इति अत्र पश्येम 31133 अस्ति खलु अत्र पश्यतु नुल् पृच्छौ इति काचिकायां किं दत्तं तत्र धातोः इति वर्तते सर्वधातुभ्यः नुल् पृच्छौ प्रत्ययः भवतः कारकः कर्ता इति भवति कारकः अत्र अक इति कर्ता इति अत्र तृच् भवति एतदेव नुल् पृच्छौ अत्र अग्रे एतत् विषये पुनरपि अत्र आगत्य कार्यं करोति एव इदानीं तुपि च ह्रस्व अकारान्त अङ्गस्य अन्ते स्थितस्य अकारः दीर्घः भवति यञादि सुपि प्रत्यये परे इदानीं पूर्वं वयं दृष्टवन्तः एतत् सुपि च इति वृक्ष अस्ति चेत् अत्र अत्र ह्रस्व अकारस्य स्थाने दीर्घ आकारः भवति अतः तत्र वृक्षाभ्याम् इति भवति अनन्तरम् अत्र सुपि च एतत् दीर्घं भवति पूर्वं दृष्टवन्तः इदानीम् अत्र अजाद्यत ठाप् इति भवति अजादि प्र अस्ति चेत् अत्र 414 एतदपि एतदपि पश्येम अत्र शान्ता भगिनी पठतु नमस्कारः अजाद्यतष्ठाम् अजाद् अजाद्यतष्ठ अजादिगणस्य शब्देभ्यः अजादि अतः अजादि अतः एतत् मिलित्वा अद अजाद्यतस् अजाद्यतस् अत्र विसर्गस्य स्थाने टकारः स्थित्वा अत्र मूर्धने शकारः भवति विसर्गस्य स्थाने अतः एव अत्र अद अजाद्यतस्टाप् इति भवति. इदानीम् अत्र नीलवर्णमस्ति खलु एतत् पठतु. अजादिगणस्य शब्देभ्यः अकारान्तशब्देभ्यः च स्त्रीत्वं द्योतयितुं टाप् इति प्रत्ययः भवति. इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीपत्येषु प्रथमः अहं वदन्ती अस्मि. अत्र अजादिगणस्य शब्देभ्यः अच् इति यत्र भवति अजादिगणस्य शब्देभ्यः अकारान्तशब्देभ्यः अजादि अस्वर्णः अनन्तरम् अत्र अकारान्तः शब्देभ्यः च स्त्रीत्वं दोतयितुं प्रकाशयितुम् अत्र टाप् इति प्रत्ययः भवति. अतः एव अत्र उदाहरणं स्वीकुर्मः चेत् खट्वा एतत् पठतु एकनिमिषं पठतु. इदानीं ब्लू कलर् ह्रस्व अकारान्तशब्दाः ह्रस्व अकारान्तशब्देभ्यः स्त्रीत्वं द्योतयितुम् औत्सर्गिकरूपेण टाप् प्रत्ययः विधीयते. यथा खट्व प्लस् खट्वयोगः टाप् अजाद्यतष्टाप् इति टाप् प्रत्ययः. खट्वयोगः आ सकारप्रकारयोः इत्संज्ञा लोपः. खट्वा अकः सवर्णे दीर्घः इति सवर्णदीर्घः. न श्रूयते महोदय. ओ अस्तु इदानीं इक्तवतु इक्त इक्तवतु निस्त इति भवति. अत्र त इति भवति सकारः लशकतटिते इत्यनेन इति भवति. इक्तवतु तत्र अपि सकारः लशकतटिते इत्यनेन इति भवति. तावत् एव तिष्ठति. एतत् निष्ठा इति सूत्रेण एव भवति. त तवतु प्रत्ययस्य निष्ठसंज्ञकौ भवति इति. अनन्तरम् अत्र उष्णुः सार्वधातुके अत्र कु अस्ति स्नुः अस्ति धातु. उष्णुः अत्र स्नु इति अस्ति. अत्र पश्येम 6487 उष्णुः सार्वधातुके अत्र स्नुप्रत्ययम् अनेकाच् अङ्गस्य हु तथा स्नु एतयोः अत्र पठतु. अञ्जना पठतु. नमस्करोमि. अनेकाच् अङ्गस्य हु तथा स्नु एतयोः असंयोगपूर्वस्य भूवर्णस्य आजादि सर्वधातुके प्रत्यये परे यणादेशः भवति. दाना दानयोः इति जुहोत्यादिगणस्य धातुः. स्रु इति स्वादिगणस्य विकरणम्. एतयोः द्वयोः एते द्वयोः उपवर्णयोः अनेन सूत्रेण अजादि सर्वधातुके प्रत्यये परे यणादेशः विधीयते कदा यदा अनु अयमु वर्णः असंयोगपूर्वः अस्ति अनेकात् अङ्गस्य च अन्ते अस्ति तदा कानिचन उदाहरणानि पश्यामः भू धातोः एकनिमिषम् अत्र अनेकाच् अङ्गस्य अनेकाच् अङ्गस्य एकाच् अङ्गस्य इति अस्ति अत्र हू हकारः अनन्तरम् उकारः अत्र अनेकाच् अस्ति अनन्तरम् अत्र स्नू प्र एतयोः स्नू अस्ति शकारः नकारः उकारः एतदपि अनेक अस्वर्णः अनेक अस्वर्णः अनेकाच् एकाच् एक एव अस्वर्णः अत्र मनसि स्थापयतु अनेकाच् इत्युक्ते किम् इति अनन्तरम् एतयोः असंयोगपूर्वस्य संयोगः अस्ति वा असंयोगः अस्ति वा इति अत्र द्रष्टव्यम् अत्र संयोगः अस्ति एव स्नू इति अस्ति अनन्तरम् अत्र असंयोगपूर्वस्य ऊवर्णस्य अत्र असंयोगं संयोगः नास्ति एव नास्ति चेत् एव अत्र ऊवर्णस्य अजादि सार्वधातुके प्रत्ययपरे अजादि सार्वधातुकप्रत्ययपरे ऊ इति अस्ति चेत् तत्र यनादेशः भवति युगो यनचि उष्णो सार्वधातुके अचिष्णुधातु ब्रुवां युवो रियङ् उवङ्गौ युको गुणवृद्धि एतत् सर्वाणि कार्याणि अत्र भवन्ति एव प्रत्येकं सूत्रं स्वीकृत्य अत्र किं किं भवति इति द्रष्टुं शक्यते एव इदानीमत्र उष्णो सार्वधातुके सार्वधातुकप्रत्ययमस्ति आर्धधातुकप्रत्ययमस्ति सार्वधातुकम् इत्युक्ते लट् लोट् लङ् विधिलिङ्ग् भवति शेषः सर्वाणि अत्र किं भवति आर्धधातुके भवति इदानीम् अत्र पश्यतु अनेकाच् अस्ति अनेकाच् अङ्गः हू अनन्तरं स्नू प्रत्ययोः एतयोः असंयोः पूर्वस्य संयोगः नास्ति इति अस्ति चेत् एव अत्र कार्यं भवति किं भवति यनादेशः भवति एतत् हू इति दान अनादयोः दानम् अनन्तरम् अदानयोः दानं दातुं शक्यते दानं नास्ति अत्र अतः हू इति अर्थे एतत् आगच्छति जुहोत्यादिगणः जुहोत्यादिगणः अत्र विशेषणं किं भवति चेत् अत्र द्वित्वं भवति अनन्तरं स्नु अस्ति चेत् स्वादिगणः विकर्णप्रत्ययः अत्र शकारः लशकोतति इत्यनेन इति भवति नु एव तिष्ठति अनन्तरं गुणकार्यम् एतत् सर्वाणि भूत्वा नो इति भवति इदानीम् अत्र हू अनन्तरं स्नु द्वयोः ऊ वर्णयोः ऊ इति अस्ति वर्णः अनेन सूत्रेण अजादि सार्वधातुकप्रत्ययपरे यनादेशः विधीयते कुत्र भवति अत्र अयं वर्णः किं भवति अत्र कदा भवति चेत् तदा यदा अयं वर्णः असंयोगपूर्वः अस्ति संयोगः नास्ति अनेकाच् अङ्गस्य च अन्ते अस्ति संयोगः असंयोगपूर्वः अस्ति चेत् अनन्तरम् अत्र अनेकाच् अङ्गस्य अनेकवर्णः अच्वर्णः अस्ति चेत् कानिचन उदाहरणानि अत्र पश्येम इदानीमत्र अनिल् महोदय किम् अञ्जना एव पठतु भू धातोः लट्लकारस्य प्रथमपुरुषबहुवचनस्य रूपम् एतादृशं सिद्ध्यति हू योगः लट् वर्तमाने लट् इति लट् हू योगः जि तिप्तस्ति तिप्तस्म इति प्रथमपुरुषबहुवचनस्य प्रत्ययः जि पूयोगः चप् योगः जि कर्तरि शप् इति शप् हूयोगः हूयोगः जि जिगोत्यादिभ्यः प्लुः इति प्लुः लौ इति द्वित्वं जूयोगः हूयोगः जि कुहो कुहोच्युः इति अभ्यासस्य हकारस्य जावर्गादेशः संवारनादघोषमहाप्राण आकारस्य तादृशः एव जकारः जुयोगः हुयोगः अति अदभ्यास्तात् इति जकारस्य अत् आदेशः जुयोगः हुति सार्वधातुक आर्धधातुकयोः इत्यनेन गुणे प्राप्ते सार्वधातुककमपित् इत्यनेन अति इत्यस्य अपित् गुणधर्मे प्राप्ते तिङन्ति च इति गुणनिषेधः तदा अति स्नु धातु ब्रुवां योरि यङ्गवाङ्गौ इत्यनेन उवाङ्ग् आदेशे प्राप्ते कुश्रुवोः सार्वधातुके इत्यनेन तस्य निषेधं कृत्वा यणादेशे विधीयते जुहाति अभ्यासे चर्चा इति जकारस्य जत्वे जकारः अत्र पश्येम इदानीमत्र हू इति धातुः स्वीकुर्मः अत्र लट्लकरस्य प्रथमपुरुष बहुवचनरूपमेव अत्र साधनार्थम् अत्र दत्तं हू इति अस्ति लट्लकारः अस्ति वर्तमाने लट् इति भवति हू इदानीमत्र बहुवचनमेव तिप्तस् जि इति भवति विवक्षायां प्रथमपुरुष बहुवचनविवक्षा अतः जि इति भवति इदानीमत्र एतत् सार्वधातुकम् अस्ति अतः तत्र कर्तरि शप् इति अपि कार्यं करोति अतः हू योगः शप् योगः जि इदानीमत्र जुहोत्यादिभ्यः श्लुः इति एकं सूत्रमस्ति अत्र एतत् सूत्रेण कर्तरि शप् बाधित्वा इत्युक्ते अत्र पूर्णतया इति भवति अत्र किमपि कार्यं नास्ति अदादिगणे अपि किमपि कार्यं नास्ति विकर्णप्रत्ययं नास्ति तदेव अत्र जुहोत्यादिभ्यः अपि अत्र विकर्णप्रत्ययं नास्ति कर्तरि शप् बाधित्वा स्लौ इत्यनेन द्वित्वं भवति अतः तत्र हू हू इति द्विवारम् आगत्य कार्यं करोति मनसि स्थापयतु एतत् सावधानतया शृण्वन्तु किमपि सन्देहः अस्ति चेत् पृच्छतु इदानीं जि भवति इदानीम् अत्र हू इति महाप्राण अस्ति संवारकघोषः महाप्राण एतत् नादकघोषः संवारनादघोषः अत्र अकारस्य स्थाने सदृशतमवर्णः जकारः भवति केन सूत्रेण कुहोश्चुः ककारः भवति अनन्तरम् अत्र हकारः भवति तत् स्थाने चुः इति आदेशः भवति अत्र हू स्थाने चतुर्थवर्णः ज्यू भवति इदानीम् अत्र जकारः भवति अदभ्यस्तात् इति जकारस्य अत् आदेशः भवति जकारः इदानीम् अत्र जकारः पूर्णतया तत्स्थाने अत् आदेशः भवति इदानीं पश्यतु ज्यूयोगः हूयोगः अत् इति भवति अत्र इतश्च इति सूत्रमपि कार्यं करोति अत्र अति इति दत्तम् अत्र अवश्यम् आगच्छति वा इति अति इति भवति किमर्थं चेत् जकारस्य स्थाने एव अत् आदेशः भवति इकारः अत्र तिष्ठति एव अत्र अत् योगः इकारः मेलनेन अति इति भवति इदानीं जू योगः ह्वति इति भवति सार्वधातुक आर्धधातुकयोः इत्यनेन अत्र गुणः भवति एतत् गुणः न भवति किमर्थं चेत् सार्वधातुकम् अपीत् इत्यनेन अपीत् भवति, यत्र यत्र अपीत् भवति तत्र गुणनिषेधः भवति, अतः तत्र स्निति च इति स्पष्टीकरणार्थम् अन्यसूत्रमपि अस्ति, स्निति च इति सूत्रेण गुणनिषेधः भवति। इदानीम् अत्र उकारः भवति ज्यूः इति, अत्र अचिष्णुधातु ब्रुवाङ् युवर् इयङ् उवङ्गौ इति सूत्रं कार्यं करोति। अत्र उकारस्य स्थाने उवङ्ग्, ईकारस्य स्थाने इयङ् इति वयं दृष्टवन्तः, इत्यनेन उवङ्ग् आदेशः प्राप्तः। परन्तु अत्र उष्णुः सार्वधातुके इति सूत्रम् आगत्य कार्यं करोति, अतः तत्र अचिष्णुधातु ब्रुवाङ् युवर् इयङ् सूत्रं बाधित्वा उष्णुसार्वधातुके इत्यनेन यनादेशः भवति, अतः तत्र यनादेशः उकारस्य उकारस्य स्थाने वकारः भवति, अतः हुव इति भवति। इदानीमत्र जकारः भवति, जकारः चतुर्थवर्णः, अत्र तत् स्थाने अभ्यासे चर्च इति सूत्रं, चतुर्थवर्णस्य स्थाने तृतीयवर्णः भवति अभ्यासे चर्च, इत्यनेन चतुर्थवर्णस्य स्थाने तृतीयवर्णः जकारः भूत्वा जुह्वति इति जकारः जस्त्वे जकारः भवति, जुह्वति, एतत् यत्र यागयज्ञसमये जुह्वति इति कार्यं करोति, जुह्वति इति अन्तिमरूपं भवति। इदानीम् अत्र प्रश्नः उदेति वा, समीचीनतया पश्यतु, शृण्वन्तु, अनन्तरम् अत्र संशयः अस्ति चेत् पृच्छतु, किमपि संशयः अस्ति वा? अत्र अनेका कुत्र अस्ति महोदय? असंयोगपूर्व तु अवगम्य, अत्र हकारः ऊकारः अनेकवर्णः खलु, अस्तु, ओ झू अस्ति, झू मध्ये उकारः अस्ति, हू मध्ये उकारः अस्ति, तत्कारणात् अनेकाच् अस्ति, द्विवारं स्वरवर्णः, आमाम् अस्तु अस्तु, अवगतम् अवगतम्। इदानीम् अन्य प्रश्नः उदेति वा, अभ्यासे चर्चा इति मनसि स्थापयतु, चतुर्थवर्णस्य स्थाने तृतीयवर्णः भवति, अतः एव जिह्वति इति भवति। अत्र सार्वधातुक अर्धधातुक प्रत्यययोगो इत्यनेन अत्र गुणः भवति, एतत् अत्र अपित् अस्ति, अतः अपि इति अस्ति प्रत्ययम्, एतत् अजादि अपित् अस्ति, अपित् यत्र यत्र भवति अत्र गुणनिषेधः भवति, सार्वधातुकम् अपित् इति सूत्रेण एव, सार्वधातुकम् अपित् इति सूत्रेण एव अत्र गुणनिषेधः भवति। गुणे निषेधकसूत्रं प्राक्तिक् पृथक्तया अस्ति, एतत् किं भवति, निति च इति सूत्रमस्ति, अत्र गुणनिषेधः भवति एव। अनन्तरम् अत्र अचिष्णुधातु ब्रुवाङ् युवर् इयङ् उवङ्गौ इति भवति, अत्र स्नु धातु इति अस्ति उष्णु सार्वधातुके, अत्र तत् स्थाने इयक् इ अस्ति चेत् इयङ् उ अस्ति चेत् उवङ्ग्, एतत् सूत्रमपि बाधित्वा उष्णुः सार्वधातुके इति सूत्रम् आगत्य कार्यं करोति, अतः एव अत्र वकारस्य स्थाने हु, अत्र उकारस्य स्थाने वकारः भवति, यनादेशः यन् प्रति पूर्वं वयं दृष्टवन्तः, अतः तत्र जुह्वति इति कार्यम् अन्तिमरूपं भवति। इदानीमत्र उष्णो सार्वधातुके दृष्टवन्तः, इदानीमत्र सव्यतव्या अनीयर् इति भवति, सव्यत् अपि अस्ति, सव्य अपि अस्ति, अनीयर् अत्र किमपि क्लेशः 3196 पश्येम, अत्र अनिल् महोदय पठतु। धातोरिति वर्तते धातोस्तव्यत् तव्य अनियर् इत्येत इत्येते प्रत्ययाः भवन्ति तकाररेफौ स्वरार्थौ कर्तव्यं करणीयं वसोस्तव्यत् कर्तरि णिच् वास्तव्यः केलिमर उपसंख्यानां पचेलिमासाः भिदेलिम्यानि काष्ठानि कर्मकर्तरि चायमिष्यते अत्र एतत् किं भाषा इदानीं पश्यतु अत्र तव्यत् तव्य तव्य अनीयत् अत्र तव्यत् तव्यमध्ये किमपि अत्र क्लेशः नास्ति एव परन्तु अत्र दत्तम् अनन्तरम् अनीयत् करणीयम् एतद् भवति अत्र तव्यत् अनीयत् इति साक्षात् प्रयोगः अत्र द्रष्टुं शक्यते चेत् अत्र तव्यत् तव्य अनीयत् एषां द्वन्द्वसमः प्रत्ययः अत्र किमस्ति अत्र उदाहरणरूपेण पश्येमः चेत् अत्र पक्तव्या इति भवति अनन्तरम् अत्र पचनीयम् इति भवति एतदेव अत्र कर्तव्यम् अनन्तरम् अत्र करणीयम् एतदेव अत्र अनियत् मध्ये वयं जानीमः अत्र तव्य तव्य द्विवारं किमर्थम् अत्र प्रश्नः उदेति एव परन्तु अत्र तव्यत् तकारः इत् भवति तव्य इति भवति अस्तु तकारः इत् भवति द्विवारम् अत्र दत्तमेव अत्र प्रयोगे एतदेव भवति अत्र किमपि क्लेशः नास्ति एव परन्तु द्विवारम् आगच्छति एव परन्तु अत्र कर्तव्यं कर्तव्यमेव भवति इदानीं दृष्टवन्तः खलु तव्यत् तव्य अनीयत् इति भवति अनीयत् इति भवति अत्र प्रयोगमपि तव्यत् तव्यत् इति पश्येमः चेत् अत्र एकं भूदातु इति स्वीकुर्मः अत्र पश्यतु द्रष्टुं शक्यते खलु तव्य एव अत्र दत्तं तव्यत् अत्र भवितव्यं भवितव्यः भवितव्य भवितव्यमिति भवति तव्यत् एव अत्र तृच् इति वयं जानीमः भवितृ इति भवति भविता भवितारौ भवितारः इति भवति अत्र ल्युट् नुल् तृच् यत् प्रत्ययं ण्यत् प्रत्ययं तत् तव्यत् प्रत्ययम् अनीयर् स तवतु शत्रु त्य अत्र भविष्यति इति त्यतासु लुटोः इत्यनेन त्य भवति अतः एव भविष्यति भावकर्म चालस् अत्र किं तव्य इति एकमेव अस्तु प्रत्ययम् अस्तु समीचीनं क्लेशः भवति न एका अस्ति परन्तु सूत्रे द्विवारं किमर्थम् किमर्थम् अत्र तत्र एव सर्वे किम् उक्तवन्तः तव्यत् इति अस्ति चेत् अत्र तव्यत् तव्य तव्यत् इति अस्ति चेत् अत्र अहम् एकं किम् अस्ति अत्र चित्रं स्वीकृत्य प्रेषयिष्यामि ग्रूप् मध्ये पश्यतु अत्र तव्यत् इति उक्तं चेत् अत्र तकारः इत् भवति तावदेव इदानीमेव मया अत्र एतत् पुस्तकं मया स्वीकृतमेव श्रीलङ्का मध्ये अयं दृष्टवती एव एतत् विषये. अहं चित्रं स्वीकृत्य प्रेषयिष्यामि. तकारः इत् भवति तावदेव. अनन्तरम् अत्र अत उपादायाः शान्तभगिनी पठतु. शान्ता अस्ति वा? गतवती वा? अस्मि अस्मि. पठतु पठतु. अत उपधायाः उपधायाम् अतः वृद्धि नीति नीति प्रत्यये परे त्र यत्र अत उपधायाः उपधवर्णस्य इदानीम् उदाहरणरूपेण पश्येम. 7 to 116 अत उपधायाः उपधा इत्युक्ते अन्तिमवर्णस्य स्थाने पूर्ववर्णः एव उपधा. भवती एव पठतु. शान्ता पठतु. अङ्गस्य उपधा अकारस्य नित् ञित् प्रत्यये परे च वृद्धिः भवति. पट् इति धातुः स्वीकुर्मः चेत् अत्र पट् योगः गै अत्र भावे प्रत्ययमस्ति. भावे गै प्रत्ययः अतः तत्र पट् इति अस्ति चेत् अत्र प उत्तरवर्ति अकारः तिष्ठति. तत् अत उपादायः इत्यनेन पाट् इति भवति. ह्रस्व अकारः दीर्घं भवति अतः पाट् इति भवति. नित्यप्रत्यये परे उपदा अकारस्य वृद्धिः आकारः पाट् पाठयति पाठयामि इति अस्ति खलु. पाठ इति भवति अत उपादायाः इति. इदानीम् अग्रे अञ्जना पठतु. आदिगुणः आवर्णात् आचीपरे पूर्वपरयोः स्थाने गुणसंज्ञकः एकादेशः भवति. आदिगुणः वयं जानीमः 6187 एतदपि पश्यामः. आदिगुणः इति अत्र आवर्णात् अचिवर्णपदे संहितायां पूर्वपरयोः एकः एव गुण आदेशः भवति. पूर्व पदमस्ति वा परे अत्र यत् पदमस्ति तत् स्थाने मिलित्वा एव गुणः आदेशः भवति. देवेन्द्रः इति देव वकार उत्तरवति अकारः. इन्द्रः अस्ति चेत् इकारः. एतत् मिलित्वा अत्र गुणः भवति अतः एव अत्र देवेन्द्रः इति भवति आदिगुणः इत्यनेन. अनन्तरम् अत्र अनिल् महोदय पठतु. पुगन्तलघुपदस्य च पुगन्तलघुपदस्य पुगन्तलघुपदस्य एतत् अत्र समीचीनतया पुगन्तलघुपदस्य च सार्वधातुकप्रत्यये परे आर्धधातुकप्रत्यये परे च अङ्गस्य उपधायां लघु इक् गुणः अपि च पुगन्ताङ्गस्य इकः गुणः. अत्र वयं पूर्वं दृष्टवन्तः सार्वधातुक आर्धधातुकयोः इको गुणवृद्धि. अनन्तरम् अत्र बहवः सन्ति गुणकार्यं भवति. इदानीमत्र पुगन्तलघुपदस्य पुक् इति अस्ति. पुगन्तलघुपदस्य लघु इक् यत्र भवति धातु इक् अत्र सार्वधातुक अर्धधातुकयोः स्वीकुर्मः चेत् तादृशं नास्ति. अत्र लघु इक् अस्ति वा दीर्घ इक् अस्ति वा अत्र टी अनन्तरं यत्र यत्र वि अत्र दीर्घं भवति चेत् अपि अत्र गुणकार्यं भवति एव. परन्तु पुगन्तलघुपदस्य च इत्यनेन लघु इक् वर्णः अस्ति चेत् एव कार्यं भवति. अतः पुगन्तलघुपदस्य च इत्यनेन सार्वधातुकप्रत्यये परे आर्धधातुकप्रत्यये परे अत्र सार्वधातुकमस्ति वा अर्धधातुकम् एतदपि तदेव भवति. सार्वधातुक आर्धधातुकयोः अत्र गुणः भवति. अत्र अपि पुगन्तलघुपदस्य मध्ये अपि सार्वधातुकमस्ति वा अर्धधातुकमस्ति वा अत्र प्रत्यये परे अङ्गस्य उपधायां लघु इक अस्ति चेत् एव गुणः भवति. अतः एव अत्र उदाहरणं पश्येम. एतत् वयं जानीमः एव 7386 पुगन्तलघुपदस्य च इति अत्र कार्यं कुत्र भवति चेत् अत्र लिक् इति स्वीकुर्मः. भवानेव पठतु. लिख् योग लिख् धातोः तुमुन् प्रत्ययान्तरूपम् लिख् योग तुम् तुमुन्वुलौ क्रियायां क्रियायां क्रियार्थायाम् इति तुमुन् लिख् योग इट् योग तुम् आर्धधातुकस्य इड्बलादेः इति इडागमः लेख् योग इट् योग तुम् पुगन्तलघुपदस्य च इत्यनेन इट् इति आर्धधातुके प्रत्यये परे लघुपद अङ्गस्य इक् वर्णस्य गुणः लेखितुम्. इदानीं पश्यतु अत्र लिक् धातु स्वीकुर्मः चेत् तुमुनान्तं स्वीकुर्मः चेत् लिक् इकारस्य स्थाने पुगन्तलघुपदस्य च इत्यनेन लिक् इति भवति. ककारपूर्वम् इकारः श्रूयते. एतदेव उपधायां वर्णः. अतः लिक् इकारस्य स्थाने एकारः भवति पुगन्तलघुपदस्य च. इदानीम् अत्र मध्ये इट् इति किमर्थम् आगच्छति? आर्धधातुकस्य बलादेः बलादिप्रत्ययम् अस्ति चेत् एव अत्र इट् आगमः भवति. बलादिप्रत्ययं बल् प्रत्यहारे बल् प्रत्यहारे किं किं भवति? प्रत्यहारे विषये वल् अत्र किं भवति? वश् अस्ति चेत् अत्र एतत् वश् इदानीम् अत्र वल् प्रत्यहारं स्वीकुर्मः चेत् अत्र पश्यतु यकारं विहाय सर्वाणि व्यञ्जनानि एव अत्र वल् प्रत्यहारम् अस्ति. यकारं विहाय मनसि स्थापयतु. इदानीम् अत्र पश्यतु वल् प्रत्यहारम्. इदानीं प्रत्यहारं किं भवति? तुम् इति अस्ति. अत्र सर्वाणि व्यञ्जनानि भवति वल् प्रत्यहारे सर्वाणि व्यञ्जनानि. यकारं विगाय अत्र तकारः भवति. अतः तत्र वल् प्रत्यहारे भवति एव. भवति वा नास्ति वा? तुम् इति अस्ति तकारः. तकारः वल् प्रत्यहारे अस्ति खलु? सर्वाणि व्यञ्जनानि कुचुटु तुपु तु अत्र तकारः भवति. अतः वल् प्रत्यहारे भवति. अतः ईडागमः भवति. अतः ईट् इति भवति. तकारः अलन्त्यं तस्य लोपः इत्यनेन इति भवति. ई एव तिष्ठति. इदानीम् अत्र लिक् अस्ति इकारः. इकारस्य स्थाने पुगन्तलघुपदस्य च इत्यनेन लेक् भवति. इदानीम् अत्र इट् इट् भवति. ई एव तिष्ठति. लेखितुं लेखितुम् इति भवति. अत्र ककारस्य स्थाने मेलनम् अत्र भवति. ई मेलनं भवति. अतः एव लेखितुम् इति भवति. लेखितुं शक्नोमि. लेखितुं शक्नोति वा? हा लेखितुं शक्नोमि. अत्र लिक् धातु एव लेखितुम् इति भवति. अत्र किमपि प्रश्नः उदेति वा? पृच्छतु. प्रश्नः उदेति चेत् वदतु. मनसि स्थापयतु लेखितुं. मया लेखितुं शक्नोमि. ऐ केन् रैट् इति अत्र लेखितुम् इति एव भवति. अत्र किमपि क्लेशः अस्ति चेत् पृच्छतु. नातु अग्रे गच्छतु. नास्ति खलु? आर्धधातुकस्य बलादेः अत्र यकारं विहाय सर्वाणि व्यञ्जनानि एव भवति. इदानीम् अत्र पुगन्तलघुपदस्य अभवत्. वृद्धिरेचि वयं जानीमः एव. अञ्जना पठतु. वृद्धिरेचि आवर्णात् अचिपरे पूर्वपरयोः स्थाने वृद्धि सञ्ज्ञका एकादेशः भवति. महोदय न श्रूयते. ओ न श्रूयते. अस्तु अस्तु. अत्र आवर्णात् एचि परे एचि एवोङ् ऐ औच् ए ओ ऐ औ एच् परे पूर्वपरयोः स्थाने वृद्धिः एकादेशः भवति. अत्र 6188 यत्र यत्र षष्टम अध्यायम् आगच्छति तत्र किं भवति, किं भवति षष्टम अध्याये किं कार्यं भवति मनसि स्थापयतु. मया पूर्वमेव उक्तं षष्टम अध्याये एव प्रसिद्ध अध्यायमस्ति, अतः एव कार्यं कुर्मः. षष्टम अध्याये किं भवति? सन्धि, सन्धिकार्यं न संहिताया अङ्गकार्यम्, अङ्गकार्यमस्ति चेत् एव अत्र सुबन्तं वा तिगन्तं वा सर्वाणि भवन्ति एव. चतुर्थपादे भवति महोदय. न न न न न अङ्गकार्यं षष्टमाध्याये एव भवति. षष्टमध्याये चतुर्थपादे भवति महोदय. न न अङ्गकार्यं षष्टमाध्याये आरभ्य एव अत्र भवति एव. परन्तु उपरि अहम् एतत् इति वदामि वदामि एक एकनिमिषम् अत्र अष्टमाध्याये अधिकरणम् इति अत्र भवन्तः समीपे अत्र मातुः पुस्तकमस्ति वा? इदानीं नास्ति महोदय. अत्र पञ्चम अध्यायम् अनन्तरम् अत्र षष्टम अध्यायं, षष्टम अध्यायं स्वीकुर्मः चेत् अत्र षष्टमाध्याये प्रथमपादः अजादे द्वितीयस्य अत्र नन्द्रासंयोगः एतत् अस्तु पश्यामः अत्र किं दत्तमिति. 611 इति स्वीकुर्मः. एकाद्रो द्वे क्रमः अधिकारसूत्रं द्वित्व अधिकारः एकाशदेशप्रथमस्य एकाश षष्टि एकवचनम् अत्र अधिकारम् अस्ति अत्र एकनिमिषम् ज्ञानपदगुणादिपदगुलिङ्गानुशासनं पालनम् अस्तु मनसि स्थापयतु. षष्टम अध्याये एव अत्र अङ्गकार्यं भवितुम् अर्हति. अहम् एतत् विषये सूचयिष्यामि. अस्तु उपरि अधिकारसूत्राणि सन्ति, तत्र अङ्गस्य एव अधिकारसूत्रम् अस्ति. तत्तु 641 अस्ति उपरि. किञ्चित् किञ्चित् उपरि अङ्गस्य इत्यस्य अधिकारः 6412-7497 इति अस्ति खलु अधिकारः 641 आरभ्य परन्तु अत्र सप्तम अधिकारे किमर्थम् एतत् अभवत् चेत् अत्र सौम्या कृष्णपूर् इति अस्ति अत्र प्रश्नः अब्जेक्टिव् टैप्स् एव अभवत् परीक्षा अत्र अङ्गस्य इति किम् अध्याये भवति इति अत्र अङ्गस्य इति कार्यं किम् अध्याये भवति स्वीकुर्मः इति अत्र प्रश्नः उदेति अत्र एकमेव उत्तरमस्ति सप्तम अध्याये इत्येव तत्तु सम्यक् अस्ति कारणं चतुर्थपादः अपि षष्ठमध्याय अस्ति अस्ति एव परन्तु अङ्गस्य इत्युक्ते अत्र षष्ठम अध्याये एव अङ्गस्य कार्यं भवति अत्र पृथक्तया चतुर्थपादे इति वयं स्वीकुर्मः परन्तु अङ्गकार्यं षष्ठम अध्याये एव भवति अस्तु इदानीमत्र वृद्धिरेचि इति स्वीकुर्मः चेत् अत्र अत्र वृद्धिरेचि वृद्धिरादेचि एतत्तु संज्ञासूत्रमस्ति अत्र अपि कार्यम् एतदेव भवति किं वयं दृष्टवन्तः वृद्धिरेचि 6188 वृद्धिरेचि इति भवति अत्र आवर्णात् एच् वर्णे परे संहितायां पूर्वपरयोः एकः वृद्धिः भवति अत्र कृष्णस्य एकत्वम् अकारः भवति एकारः भवति एतत् मिलित्वा अत्र ऐकारः भवति कृष्णैकत्वम् इति वयं जानीमः वृद्धिरेचि इति अत्र वृद्धिः भवति इति बहुवचने जल्येत् इति भवति अत्र शान्ता भगिनी पठतु अस्तु अनिल् महोदय अदन्ताङ्गस्य अन्ते स्थितस्य अकारस्य स्थाने एकारादेशो भवति जलादि बहुवचनार्थं सुप्रत्यये परे अनुवृत्तिसहितसूत्रं बहुवचने जलि सुपि अङ्गस्य अतः एत् वृक्षयोगः सुप् वृक्षयोगः ये योगः सु वृक्षेषु वयं जानीमः अत्र एकारः भवति अदन्त अङ्गस्य वृक्ष इति अस्ति अत्र सकारः अकार उत्तरवती अस्ति अत्र अदन्त अङ्गस्य अनन्तरम् अत्र अन्ते स्थितस्य अकारस्य स्थाने एकारः भवति अतः एव अत्र बहुवचने जल्येति इत्यनेन अत्र अकारस्य स्थाने एकारः भवति वृक्षे इति भवति वृक्षेभ्यः वृक्षेषु अत्र सु इति अत्र इङ्कोः इत्यनेन ई ऊरु इङ्कोः इति अस्ति अत्र एतत् सूत्रेण अत्र सकारस्य स्थाने चकारः आदेशः भवति अतः एव अत्र वृक्षेषु इति भवति एतत् सुबन्तम् अनन्तरं तिङन्तं पृथक्तया आगच्छति एव सूत्रसहितं पुनरपि समीचीनतया पृथक्तया आगच्छति अत्र चिन्ता मास्ति एतत् इदानीम् अत्र अचो यत् अञ्जना पठतु अतो यत् अजन्तदातोभ्यः यत् प्रत्ययः भवति यत् प्रत्ययः 3197 यकारः अत्र कार्यम् इति अस्ति चेत् अत्र ञ्यर्त् प्रत्ययं भवति इदानीम् अत्र अजन्तधातोः यत् प्रत्ययः, यत् प्रत्ययः इदानीमत्र घी धातु अस्ति, अत्र घी गै इति भवति, गै अत्र एकारः भवति, गेयम् इति गेयं पश्येम, पेयं चेयं गेयमिति अस्ति, कदा भवति अत्र कार्यं किं भवति इति द्रष्टुं शक्यते एव अस्य अस्तु घी गै धातोः इति एव अत्र भवति यत् प्रत्ययः गेयं गेयः गेयं गेया इति स्त्रीलिङ्गं भवति गेयः अत्र तोजस् अनन्तरम् उपदेश अज अनुनासिक एतत् सर्वं जानीमः इदानीम् अत्र सत्सुदिशूरुः इति अस्ति गेयम् इति अत्र गेयः सर्वाणि सूत्राणि वयं जानीमः एव अत्र गेयम् अत्र वी धातुः एव अत्र धातुः तु घी भवति कर्तरि अत्र स्वीकुर्मः चेत् अत्र आदेशे उपदेशे अशिति इति भवति घी इति भवति प्रथमम् अत्र घी गै धातोः गै इति भवति वयं जानीमः इदानीमत्र गैस्थाने आदेशो उपदेश अशिति इति भवति तत् स्थाने ऐकारस्य स्थाने आकारः भवति आदेशो उपदेश अशिति इत्यनेन अतः एव गा इति भवति इदानीमत्र एर्लिङ्गि लिङ्ग् एतत् विधिलिङ्ग् आशुलिङ्ग् भवति चेत् अत्र एर्लिङ्ग् इत्यनेन आकारस्य स्थाने एकारः भूत्वा गे इति भवति अनन्तरम् अत्र गेयम् इति वयं स्वीकुर्मः अत्र एतत् पुनरपि पुनरपि द्रष्टव्यमेव गे आदेश उपदेश अशिति अनन्तरम् एर्लिङ्गि इत्यनेन गेयं ञत् यत् प्रत्ययं भवति गेयमिति वयं स्वीकुर्मः चेत् अत्र यत् प्रत्ययं कृदन्ते गच्छेम गेयः गेयः गेयम् इति नपुंसकलिङ्गपदमस्ति अस्तु एतदेव यत् अनन्तरं ञत् अपि अस्ति यत् ञत् बृहत् कार्यमस्ति एतत् सर्वाणि पदानि अत्र कृदन्ते एव भवन्ति अनन्तरं स्तुः चुनाचुः वयं जानीमः चित्वसन्धिः भवति अत्र कार्यं बृहत् अस्ति अत्र अनिल् महोदय पठतु स्तुः चुनाचुः सकारस्य सवर्गस्य च स्थाने शकारस्य च वर्गस्य च आदेशः भवति शकारस्य च वर्गस्य च योजनेन अत्र बृहत् कार्यमस्ति अत्र सकारः अस्ति चेत् शकारः सवर्गस्य स्थाने चकारः आदेशः भवति अत्र चुनाचुः इति कार्यं भवति तृतीयस्थाने अत्र परिवर्तनं भवति सोः अत्र षष्टिः एकवचनं अनन्तरम् अत्र सुत्वसन्धिः भवति वयं जानीमः एतत् विषये अनन्तरं सार्वधातुक अर्धधातुकयोः यत्र इक् वर्णः अस्ति एतत् इक् वर्णः लघु अस्ति वा दीर्घमस्ति वा पृथक्तया न दत्तमेव अतः तत्र गुणः भवति एव इदानीम् अस्मिन् पाठे पाठद्वये पाणिनेः अध्यापनविधिः किं किं भवति इति अत्र सिस्टम् अप्रोच् कथम् इत्यस्य बोधनार्थं द्वौ बिन्दुः परिशीलितौ अत्र प्रकरणं भवति प्रक्रिया किं भवति अष्टाध्याय्याः मानचित्रं किं किम् अत्र कार्यं भवति इति अत्र वयं दृष्टवन्तः इमं पाठनविधिम् अवलम्ब्य एव व्याकरण अध्ययनं प्रवर्तते चेत् प्रगतिः शीघ्रमेव भवति इति. अत्र चतुरकार्यम् अत्र अभ्यासं करणीयमेव एतत् विषये. अतः तत्र दशमपाठः विषये वयं पठितवन्तः. इदानीम् अत्र अग्रिमपाठं किं भवति चेत् अत्र महोदय प्रश्नः उदेति चेत् पृच्छतु. अत्र पदस्य अधिकारसूत्राणि गतवर्गस्य पूर्णं न भवति, सो अग्रिमवर्गे कृपया करणीयं चेत् सुकरं. कुत्र कुत्र पदस्य अधिकारसूत्रम् अध अस्ति महोदय, बिलो डौन् डौन् अन्तिम अधिकारसूत्राणि अन्तिम धातोः न्यासप्रातिपदिकस्य अङ्गस्य पदस्य पदस्य एतत् एतत् गतवर्गस्य पूर्णं न भवति. आमामामाम् अत्र बृहत् कार्यमस्ति इति मया उक्तं खलु. संस्कारः अस्तु, एतत् किञ्चित् पठेम. अत्र इदानीम् अत्र सोः चुनासुः अनन्तरं संस्कारः. अत्र किं भवति चेत् एकस्मिन् पक्षे अनुनासिकवर्णः श्रूयते, अन्यस्मिन् पक्षे मोनुस्वारः इति कार्यं करोति. आम् अत्र नच्छव्यप्रशान् इति मया उक्तमेव. एतत् अत्र करणीयमेव पदस्य इति अग्रिमवर्गे कुर्मः. अत्र अञ्जना भगिनी अन्तिमश्लोकं वदतु. अञ्जना भगिनी अस्ति वा? अस्तु, अनिल् महोदय अन्तिमश्लोकं वदतु. ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते, पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः. ॐ श्रीगुरुभ्यो नमः. धन्यवादः महोदय. सर्वेभ्यः धन्यवादः. नमस्कारः.